अस्तु, अद्यतनकक्षायां सर्वेषां स्वागतम्। तर्हि अद्यतनविषयः अस्ति तादात्म्यसम्बन्धः, अन्योन्य अभावः च। गते सप्ताहे वयं दृष्टं यत् तादात्म्यसम्बन्धः इत्युक्ते कः, अपि च अन्योन्य अभाव विषये अपि किञ्चित् स्थूलरीत्या किञ्चित् परिचयः प्राप्तः अस्माभिः। अस्मिन् वर्गे तादात्म्यस्य अस्वीकारे कदा कपालस्य घटकारणत्वासम्भवः इति विषयः वयं गते सप्ताहे परिशीलितः। अस्मिन् वर्गे स एव विषयः किञ्चित् पुनः पठिष्यते, यतोहि तस्मिन् प्रसङ्गे अस्माकम् अवगमनं सम्यक् भवेत् इति। तत्र चरमपरिच्छेदद्वयं यत् अस्ति, यत् वयं गते सप्ताहे पठितवन्तः एकवारं, तत्र एव एषा कक्षा व्याप्येते तत्र इति अहं चिन्तयामि इदानीं। तत्र एकत्रिंशत् इति पृष्ठम् अस्ति, तत्र आरम्भं कुर्मः। अत्र इतः पूर्वं वयं कार्यकारणविषये किञ्चित् अस्माकं चर्चा जाता, तत्र घटनिर्माणविषये, घटनिर्माणं कथं भवति, तत्र घटनिर्माणस्य कारणानि कानि सन्ति, कारणस्य निकषाः के इति अस्माभिः दृष्टं। तत्र कोऽपि कारणस्य निकषाः, निकषत्रयम् इति वयं दृष्टवन्तः खलु, तत् किं नो चेत् ते के इति कोऽपि वक्तुं शक्नोति वा? सुमलता भगिनी, भवती वदति वा? प्रयत्नं करोमि भगिनि। तत्र कार्याधिकरणे भवितव्यं, पुनः सर्वदा भवितव्यं, केन भवितव्यं, कार्याधिकरणे भवितव्यं, तत् सत्यं, ते केन भवितव्यम्? अवयवाः सन्ति खलु भगिनि, घट इत्युक्ते घटनिर्माणावसरे वस्तूनि सन्ति, ते तत्र कार्याधिकरणे स्थातव्यम्। एकक्षणं भगिनि, तत्र यद्भवती उक्तवती तत् सत्यमेव, परन्तु तत्र अवयवाः इत्युक्तवती खलु, तर्हि तत्र दण्डचक्रादयः इति वयं दृष्टवन्तः, तर्हि दण्डचक्रादयः घटस्य अवयवाः वा? तर्हि ते के? निर्माणे उपयोगं भवति, नाम किम् इति, तदस्ति कारणम् इति खलु, अन्य कोऽपि उक्तवान् इति चिन्तयामि, बालसुब्रह्मण्यमतः भवान् उक्तवान् वा नो चेत् सुनील् महोदय वा कोऽपि उक्तवान्? तस्य तर्हि तत्र यद्भवती उक्तवती तत् सत्यमेव, तत्र कारणेन कार्याधिकरणे भवितव्यम्। अस्तु, तर्हि द्वितीयविषयः इदानीं कार्यकारण इति अंशं खलु, सत्यं, तर्हि तत्र द्वितीयनिकषः कः? कार्याधिकरणे सर्वदा स्थातव्यं, सर्वदा भवितव्यं, किमर्थम् इत्युक्ते एकः पुरुषः तत्र गच्छति, यथा घटस्य निर्माणं भवति, सः कारणं न भवति, तदर्थं सर्वदा भवितव्यं। कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यं, सत्यं, इत्युक्ते यतोहि तत्र घटः अपि तत्र घटकपाले सर्वदा अस्ति, परन्तु पूर्वक्षणे नास्ति इति कारणात् घटः स्वं प्रति कारणं भवितुं न अर्हति. तर्हि तत्र कारणेन पूर्वक्षणे कार्याधिकरणे स्थातव्यम् इति तृतीयनिकषः वयं प्राप्तवन्तः. ये तृतीयनिकषः अहं सम्यक् रीत्या न अवगतवती भगिनि. अस्तु, तर्हि तत्र पश्यतु, तत्र द्वितीयनिकषः कः, तत्र कार्याधिकरणम् इत्युक्ते कपालः, कपाले सर्वदा स्थातव्यम् इति कारणेन स्थातव्यम् इत्येव द्वितीयनिकषः आसीत्. तर्हि द्वितीय घटः इति वयं स्वीकुर्मः चेत् घटः घटस्य अधिकरणम् अस्ति कपालः इत्येव. अस्तु, तर्हि घटस्य अधिकरणं कपालः अस्ति चेत् घटः तु कपाले सर्वदा अस्ति एव. किमर्थं चेत् घटस्य अधिकरणं तु कपालः खलु, तर्हि घटः अस्ति चेत् घटः कपाले एव अस्ति इति कृत्वा, घटः तु सर्वदा तत्र कपाले एव अस्ति इति कृत्वा तत्र घटः स्वं प्रति कारणं भवितुं न अर्हति खलु. तर्हि तत् कथं साधयितुं शक्नुमः इत्युक्ते, यद्यपि कारणं भवेत् तत् कार्यस्य, क्षम्यतां, यद्यपि कार्यं भवेत् तत् कार्यस्य पूर्वक्षणे तत् कार्याधिकरणे भवति चेत् तदेव कारणं भवेत् इति. तर्हि घटनिर्माणम् इति कार्यं चेत् तस्य पूर्वक्षणे घटः नास्ति खलु कार्याधिकरणे. यदा घटनिर्माणं भविष्यति तदनन्तरमेव कार्याधिकरणे घटः अस्ति. यदा घटनिर्माणं न भविष्यत् तर्हि घटः कार्याधिकरणे न स्यात्. एतत् सुलभतया चिन्तयामः चेत् कामन् सेन्स् इव दृश्यते, परन्तु यदा पठामः चेत् किञ्चित् भ्रमः भवति. सत्यम्, एतत्तु कते आनुभविकेन एव आगतं खलु, परन्तु तत्र किं वदामः, तत्र यदा वयं विज्ञाने विज्ञानविषयं पठामः चेत् तत्रापि तत्र बहवः नियमाः सन्ति, ते अपि तथा भवति खलु. तत्तु कानिचन विषयाणि आनुभविकेन अस्ति, परन्तु यदा नियमः इव लिखामः चेत् किञ्चित् भ्रमः जायते तत्र. तथैव, परन्तु तावदेव यद्भवती अवगतवती तदेव, तत्र अधिकं जाटिल्यं नास्ति. अस्तु, तर्हि तद् कार्य कारणस्य निकषाः इति वयं दृष्टवन्तः. तत्र घटनिर्माणम् इति कार्यमस्ति चेत् दण्डचक्रादि विषये प्रथमं दृष्टवन्तः, तदनन्तरं कपालः इत्यपि एकं कारणं स्यात् इति वयं चिन्तितवन्तः. तत्रापि तत्र आनुभविकेन एतत्तु वयं जानीमः एव, तत्र घटस्य घटनिर्माणम् इति कार्यं चेत् तत् प्रति कपालः अपि एकः एकं कारणम् इति. परन्तु तत्र प्रश्नः उदेति, केन सम्बन्धेन कपालः तत्र कार्याधिकरणे अस्ति इति. तत्र पूर्वतनपुटे पश्यामः चेत् तत्र एकं चित्रमासीत् खलु, तत्र एतावत्पर्यन्तं यावन्तः सम्बन्धाः अस्माकं कृते परिचिताः सन्ति तैः सम्बन्धैः कपालः स्वस्मिन् इत्युक्ते कार्याधिकरणे नास्ति इति तस्मिन् चित्रे प्रदर्शितमस्ति खलु. तत्र वयं संयोगसम्बन्धः, समवायसम्बन्धः, स्वरूपसम्बन्धः इति विषये किञ्चित् परिचयं प्राप्तवन्तः. तैः सम्बन्धैः कपालः स्वस्मिन् स्वस्मिन् इत्युक्ते कपाले, कपालः एव तत्र कार्याधिकरणं. तर्हि कपाले तत्र स्वस्मिन् नास्ति इति वयं दृष्टवन्तः. तर्हि इदानीं प्रश्नः अस्ति, तर्हि केन सम्बन्धेन कपालः स्वस्मिन् इत्युक्ते कार्याधिकरणे स्यात् इति प्रश्नः खलु. तत्र तादात्म्यम् इति सम्बन्धः वयं उक्तवन्तः. तर्हि तत्र किञ्चित् पठामः. तत्र अतः इति अस्ति खलु, सुमृता भगिनी भवती एव पठतु तत्र अतः इति आरभ्य तत्र. पठामि भगिनि. अतः कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते. कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटमुत्पादयति इति भवति. कपालः घटस्य कारणम्. अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम्. सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति. तेन सम्बन्धेन घटो नास्तीत्यभावः घटं विहाय जगति सर्वत्र भवति. अयमेव च भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति. एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति. अयमेव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थः निर्दिष्टः. तल्लक्षणं च सङ्ग्रह पङ्क्तिव्याख्याने निरूपयिष्यते. अस्तु, तर्हि इदानीम् अस्माकं विषयः अस्ति चतुर्थविध अभावः. तर्हि अभावस्य चतुर्विधम् इति वयं दृष्टवन्तः. तत्र प्रथम त्रिविध अभावविषये अपि पठितवन्तः. प्रागभावः, प्राग्भावः, प्रध्वंसभावः, अत्यन्त अभावः इति. इदानीं चतुर्थविध अभावः अस्ति अन्योन्यभावः इति. तत्र अन्योन्य अभावस्य विषये तत्र एतस्य अभावस्य निर्दिष्टार्थं कारणकार्यविषयस्यापि किञ्चित् चर्चा जाता. तत्र पश्यामः चेत् साक्षात् तत्र किमपि सम्बन्धः नास्ति खलु, साक्षात् किमपि विषयः नास्ति तत्र. अस्माकं पठनं तु इदानीम् अभावविषये अस्ति, परन्तु तत्र तु पुस्तकस्य रचयिता सः तु कार्यकारणविषयं, तदनन्तरं कारणमित्युक्ते किं, कारणस्य निकषाः इति किमपि अन्यस्थलमेव गतवान् इति भाति खलु. किमर्थं तथा अस्ति, किमर्थं तत्र कार्यकारणस्य विषये अस्माकं चर्चा जाता इति कोऽपि वक्तुं शक्नोति वा? तत्र किमर्थं तस्य आवश्यकता किमर्थम् आयाति इति? कारणं कार्याधिकरणे अस्ति ततः. सत्यं, कारणं कार्याधिकरणे अस्ति, परन्तु तत्र कार्याधिकरणं कारणम् इति एतस्य विषयस्य का आवश्यकता अत्र? भवतः चिन्तनं किं, भवतां चिन्तनं किम्? नियोगिता प्रत्योगी घटः अन्योगी घट अभावः किल, तद् प्रदर्शनार्थं तत्र पश्यतु भगिनि, अत्यन्त अभावविषये अपि प्रतियोगी अनियोगिविषये पठितवन्तः वयं, परन्तु तत्र तु कार्यकारणविषये किमपि चर्चा न अभवत् खलु. तत्र तादात्म्यम् इति विषये किञ्चित् वक्तुं सः रचयिता एवं कृतवान् इति मन्ये. सत्यं बहु उत्तमं, तदेव अस्ति. तत्र तादात्म्यसम्बन्धस्य साहाय्यम् अपेक्षितं तत्र अन्योन्यभावस्य निरूपणार्थं. तत्र चिन्तयामः चेत् वयं यदा किञ्चित् अन्योन्यभावस्य विषये गते सप्ताहे पठितवन्तः, तत्र दृष्टवन्तः खलु यत्र तादात्म्यसम्बन्धः अस्ति तत्र अन्योन्यभावः नास्ति. यत्र अन्योन्यभावः अस्ति तत्र तादात्म्य सम्बन्धेन तत्र वस्तु नास्ति अत्र इति. इत्युक्ते तत्र किञ्चित् तादात्म्यसम्बन्धः अन्योन्यभावः च किञ्चित् तत्र विपरीतम् अस्ति, तत्र विरोधः अस्ति तत्र. इत्युक्ते इति तत्र तादात्म्यसम्बन्धः इति ज्ञास्यामः चेत् तेन माध्यमेन अन्योन्य अभावः इत्युक्ते कः इति वयम् अवगन्तुं शक्नुयाम. तर्हि तादात्म्यसम्बन्धेन वयम् एवं साधयितुं शक्नुमः तत् यत् घटाभावः घटे नास्ति इति, स्वस्मिन् नास्ति. अन्यत्र इत्युक्ते घटं विहाय सर्वत्र घटाभावः, तादृशघटाभावः अस्ति इति. इत्युक्ते तत्र चिन्तयतु, घटः अस्ति चेत् घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति खलु. तर्हि कुत्र घटः तादात्म्यसम्बन्धेन नास्ति? अन्योन्यभावेन न, प्रश्नः अस्ति कुत्र घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति. कुत्र घटः तादात्म्यसम्बन्धेन नास्ति? सर्वत्र अस्ति वा अभावः इति? घट घट अभाव अभावे घटं विहाय सर्वत्र अस्ति वा? सत्यं. का उक्तवती तत्? रामप्रिया. हा उत्तमं भगिनि, तदेव. तत्र घटं विहाय सर्वत्र पश्यामः चेत् तत्र तादात्म्यसम्बन्धः इति सम्बन्धः स्वस्मिन् एव भवति खलु. तर्हि तादात्म्यसम्बन्धेन घटः केवलं घटे भवितुं शक्नोति. अन्यत्र सर्वत्र घटं विहाय सर्वत्र घटः तादात्म्यसम्बन्धेन नास्ति. तर्हि घटस्य स्वस्मिन् प्रति यत् यः सम्बन्धः अस्ति स एव सम्बन्धः अस्ति तादात्म्यसम्बन्धः इति. तेन सम्बन्धेन इत्युक्ते तादात्म्यसम्बन्धेन घटं विहाय सर्वत्र तादृशघटाभावः अस्ति इति वयं साधयितुं शक्नुमः खलु. तर्हि तत्र यदा घटः पटं पटः न इति वदामः चेत् तत्र घटः घटपटयोः भेदः अस्ति खलु. तद्भेदः एव अन्योन्यभावः अस्ति. तद्भेदः कथं साधयितुं शक्नुमः इत्युक्ते घटे तादात्म्यसम्बन्धेन घटः अस्ति परन्तु पटे तादात्म्यसम्बन्धेन घटः नास्ति खलु. तर्हि घटं विहाय जगति सर्वत्र अन्योन्य अभावः घटं प्रति अस्ति. भेदः इति वयं वदामः तदेव अस्ति अन्योन्य अभावः इति. अवगतं वा? न अवगतं भगिनि. इत्युक्ते भगिनि इत्युक्ते घटः नास्ति अथवा घटस्य अभावः अस्ति, अनन्तरं पटस्य अभावः अपि अस्ति इति अर्थः वा? तथा न, एकक्षणम् एवं चिन्तयामः. तत्र अत्यन्त अभावः इति वयं पठितवन्तः खलु, तत्र भूतले घटः नास्ति इति. तर्हि तत्र घटाभावः अस्ति, यतोहि भूतले घटः नास्ति. तत्र एकः घटः आनयामः चेत् तत्र घटाभावः नष्टं भवति खलु. तर्हि तत्र भूतले भूतले घटः केन सम्बन्धेन अस्ति? भूतले संयोगसम्बन्धेन. उत्तमं. तर्हि भूतले भूतलम् इति द्रव्यमस्ति, घटः अपि द्रव्यं, द्रव्ययोः मध्ये संयोगसम्बन्धः खलु. तर्हि भूतले घटः संयोगसम्बन्धेन अस्ति, तत्र अत्यन्तभावः अस्ति, यथा भूतले घटः नास्ति. तत्र एकं घटम् आनयामः चेत् तत्र भूतले घटाभावः घटाभावस्य नष्टं भवति इति तत् वयम् अत्यन्तभावः इति पठितवन्तः. तदेव उत्पीठिकायां घटः इति अपि वक्तुं शक्नुमः. इदानीं चिन्तयतु, उत्पीठिका एव घटः वा? उत्पीठिका घटं भवितुम् अर्हति वा? न. तत्र उत्पीठिका घटयोः भेदः अस्ति खलु, तद्भेदः एव अन्योन्यभावः. सः भेदः एव अन्योन्यभावः इत्युक्ते तत्र घटः अस्ति, उत्पीठिका अस्ति, घटः घटे तादात्म्यसम्बन्धेन अस्ति. घटः उत्पीठिकायाम् अस्ति चेत् संयोगसम्बन्धेन खलु. तत्र घटः तादात्म्यसम्बन्धेन उत्पीठिकायां भवितुं न अर्हति खलु, इत्युक्ते घटः उत्पीठिका भवितुं न शक्नोति. उत्पीठिका एव उत्पीठिका अस्ति, घटः घटः घटः अस्ति, तत्र घटः उत्पीठिका न इति भेदः अस्ति तत्र. सः भेदः एव अन्योन्यभावः. तर्हि तद्भेदः सः भेदः कथम् अन्योन्यभावः सः भेदः वयं कथं साधयितुं शक्नुमः इत्युक्ते तादात्म्यसम्बन्धेन. इत्युक्ते यत्र तादात्म्यसम्बन्धः अस्ति तत्र अन्योन्यभावः नास्ति. इत्युक्ते घटे तादात्म्यसम्बन्धेन घटः अस्ति खलु, तर्हि घटे घटं प्रति अन्योन्यभावः कदापि न भवति. सर्वदा तत्र घटे तु घटस्य अन्योन्यभावः अस्ति इति यदा कदापि वयं वक्तुं न शक्नुमः. तथैव उत्पीठिका यदा कदापि घटं न भवितुम् अर्हति खलु, उत्पीठिका उत्पीठिका एव तिष्ठति. भगिनी, अन्योन्याभावेन द्वौ घटौ स्तः चेदपि सारूप्यम् अस्ति चेदपि भेदः अस्ति इति अस्माभिः ज्ञायते खलु. तदपि ज्ञायते, परन्तु यत्र यत्र भेदः अस्ति तत्र तत्र अन्योन्यभावे अन्योन्यभावः अस्ति इति एव वयं वक्तुं शक्नुमः. सारूप्यमस्ति चेदपि द्वौ घटौ स्तः चेदपि सारूप्यमस्ति, समानम् अस्ति चेदपि तादात्म्यसम्बन्धः नास्ति एकघटस्य अन्यघटस्य घटं प्रति प्रति. सत्यम्. तदेव. तर्हि तत्र यत्र यत्र भेदः वर्तते तत्र तत्र तादात्म्यसम्बन्धः नास्ति इति कारणात् भेदः वर्तते. तत्र एकं पुस्तकम् अस्ति चेत् तत्र चिन्तयतु, मम पार्श्वे एकं पुस्तकम् अस्ति, सुमलता भगिन्याः पार्श्वे अन्यत् पुस्तकम् अस्ति इति. मम पुस्तके एव तादात्म्यसम्बन्धेन तिष्ठति खलु, तत्र सुमलता भगिन्याः पुस्तके तादात्म्यसम्बन्धेन भवितुं न अर्हति. तर्हि तत्र पुस्तकयोः यद् भेदः अस्ति तदेव अन्योन्यभावः इति. तर्हि अवयव अवयविनोः अपि एवमेव. न, अवयव अवयविनोः समवायसम्बन्धः वर्तते खलु. तत्र समवायसम्बन्धः एव, परन्तु तादात्म्यसम्बन्धः नास्ति इति. केवलं स्वस्मिन् एव तादात्म्यसम्बन्धः भवितुम् अर्हति. तर्हि तादात्म्यसम्बन्धः इत्युक्ते कः इत्युक्ते, यस्य पदार्थस्य स्वस्मिन् प्रति यः सम्बन्धः अस्ति स च सम्बन्धः अस्ति तादात्म्यसम्बन्धः इति. कपालं प्रति यत् सम्बन्धः अस्ति तदेव तादात्म्यसम्बन्धः. तर्हि तत्र आत्मनः भावः इति आत्मीयं, तदात्मीयं तस्य भावः तादात्मीयम् इति. अवगतं वा? तत्र स्पष्टं एतस्मिन् विषये किञ्चित् मनसि स्पष्टं स्यात्, नो चेत् अग्रे यत् पठामः तस्य भ्रमः भवति. तर्हि प्रश्नः अस्ति चेत् पृच्छतु. घटाय जगति सर्वत्र अन्योन्यभावः भवति वा अथवा सामान्य तादात्यसम्बन्धं भवति वा? पुनः पृच्छतु भगिनि. घटं विहाय यत् अस्ति तद् अन्योन्यभावः इति अर्थं वा अथवा तादात्यसम्बन्धेन एव एतद् भवति इति अर्थं वा? घटं विहाय कस्य विषये अन्योन्यभावः इति अर्थः वा? जगति सर्वत्र अस्ति इति भवती उक्तवती किल. सत्यं, तत्र भवती एव वदतु. घटः अस्ति, आम्, एकः घटः अस्ति खलु, कश्चन घटः अस्ति. तर्हि तद् घटः तादात्म्यसम्बन्धेन कुत्र अस्ति? घट अभावे अस्ति. न, घटे घट अभावे अस्ति तत्र घटः अस्ति चेत् तत्र घटाभावः कथम् आगच्छति? तत्र घटः अस्ति, घटः अस्ति चेत् घटाभावः न भवितुम् अर्हति. सत्यं, तर्हि तादात्म्ये तत्र प्रश्नः अस्ति इदानीं, तादात्म्यसम्बन्धेन घटः कुत्र अस्ति? घटे एव अस्ति. तदेव, तादात्म्यसम्बन्धेन घटः घटे एव अस्ति. ओके, अस्तु. इति अस्ति चेत् घटः तादात्म्यसम्बन्धेन कुत्र नास्ति? घटविषये सर्वत्र नास्ति. तावदेव. अवगतं वा? आम्, उत्तमम्. इदानीं शृणोतु, तत्र तादात्म्यम् इति यत् वदामः तस्य अपरनाम अस्ति तद् विरुद्धित्वम् इति. किमर्थं तथा इति कोऽपि वक्तुं शक्नोति वा? किञ्चित् चिन्तनं करोतु. विरोधः इति विषयः वयं कुत्र इदानीम् पूर्वम् उक्तवन्तः खलु. न, तत्र तादात्म्यम् इति यत् सम्बन्धः वयम् इदानीम् उक्तवन्तः तस्य अपरनाम अस्ति तत् विरुद्धित्वम् इति. अन्योन्य अन्य भावस्य विरोधं वा? उत्तमं भगिनि, तथैव. तत्र वयं पूर्वम् उक्तवन्तः खलु तत्र यत्र तादात्म्यसम्बन्धः अस्ति तत्र अन्योन्यभावः नास्ति, यत्र अन्योन्यभावः अस्ति तत्र तादात्म्यसम्बन्धः नास्ति इति. अतः तस्य विरोधम्, तस्य विरोधः. तर्हि तत्र तद्विरोधित्वम् इत्युक्ते तत्र तादात्म्य अन्योन्य अभावयोः यत्र विरोधः अस्ति तर्हि तत्र स्वस्य अभावस्य विरुद्धित्वम् अस्ति खलु. तत्र यदा तादात्म्यसम्बन्धः अस्ति चेत् तत्र स्वस्य अभावस्य विरुद्धित्वम् अस्ति इत्युक्ते तत्र स्वस्य अभावः तत्र भवितुं न अर्हति, तत् प्रति विरोधः अस्ति. इत्युक्ते तत्र पुस्तकम् अस्ति इति चिन्तयतु, तत्र पुस्तकम् अस्ति चेत् पुस्तकस्य अन्योन्य अभावस्य विरोधः पुस्तकं विहाय सर्वत्र भवति. परन्तु स्वस्मिन् क्षम्यता, पुस्तकम् अस्ति चेत् पुस्तकस्य अन्योन्य अभावः सर्वत्र अस्ति पुस्तकं विहाय, इत्युक्ते स्वस्मिन् पुस्तक अभावस्य विरोधः अस्ति खलु. अन्योन्य पुस्तकस्य अन्योन्य अभावस्य विरोधः अस्ति पुस्तके, पुस्तके स्वस्मिन् पुस्तके पुस्तकस्य अन्योन्य अभावस्य विरोधः अस्ति. तादृश अभाव तादृशविरोधः केन सम्बन्धेन अस्ति? तादात्म्यसम्बन्धेन. तदर्थमेव तत्र तादात्म्यसम्बन्धस्य तद्विरुद्धित्वम् इत्यपि वयं वक्तुं शक्नुमः. तादृशी प्रतियोगिता पुस्तके अस्ति यस्य कारणेन पुस्तकं स्वयं पुस्तकं भवति खलु. तद्विरोधः एव तत्र तद्विरुद्धित्वम् इति अन्योन्य तादात्म्यसम्बन्धस्य अपरनाम अस्ति. तर्हि इदानीं पुनः किञ्चित् चिन्तयामः. तर्हि घटस्य निर्माणक्रमविषये वयं दृष्टवन्तः. घटस्य निर्माणक्रमे कार्येण कार्यकारणभावस्य विषये यदा वयं स्पष्टीकरणं कृतवन्तः तत्र तादात्म्यसम्बन्धस्य आवश्यकता किमर्थम् इत्युक्ते तत्र वाक्यं पश्यतु. कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः घटस्य कारणम् इति वाक्यमस्ति खलु. किमर्थं तत्र कपालः समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः घटस्य कारणम् इति वक्तुं न शक्नुमः? कारणस्य निकषाः सन्ति. अस्तु, तर्हि तत्र कपालः घटस्य कारणम् इति आनुभविकरूपेण वयं जानीमः. अस्तु, तर्हि तत्र कपालस्य कथं कपालः कारणं भवितुमर्हति इति हा सत्यं. तर्हि यत् येन मार्गेण भवान् गच्छति तत्तु सम्यक् एव अस्ति, परन्तु इतोपि किञ्चित् वक्तव्यमस्ति. तत्र तत्र कपालः कारणम् इत्येव तत्र निरूपणं कुर्वन्तः स्मः इदानीं. तत्र किमर्थं केवलं कपालः समवायेन स्वस्मिन् घटम् उत्पादयति चेत् भवति उत्पादयति इति कपालः घटस्य कारणम् इति वक्तुं न शक्नुमः? तत्रापि कपालः कारणम् इत्येव वदामः खलु. एकवारं तत्र वाक्यम् इदानीं पश्यामः चेत् तत्र कपालः समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति. कपालः घटस्य कारणम् इति वदामः चेत् तत् किमर्थं पर्याप्तं न? तत्र इतोपि किञ्चित् अस्ति खलु पुस्तके, तत्तु तत् प्रायः तत्र तस्य आवश्यकता अस्ति इत्येव तत्र तत् स्थापितमस्ति, परन्तु तत्र आवश्यकता का इति एव मम प्रश्नः इदानीम्. कपालः वदतु भगिनि. कपालः कारणं कार्याधिकरणे अपि अस्ति इति कारणेन तादात्म्येन स्थित्वा इति वदति वा? कपालः कारणमपि कार्याधिकरणे अपि अस्ति. सत्यं, तर्हि तत्र कपालः कारणमपि अस्ति, कपालः कार्याधिकरणमपि अस्ति इति. तर्हि तत्र किमर्थं कपालः अस्तु, तर्हि तत्र कपालः अन्यसम्बन्धेन इति किमर्थं न वक्तुं शक्नुमः इति. तर्हि तत्र अस्तु, तर्हि एवं चिन्तयामः. तत्र कारणम् इति यद्भवती उक्तवती तत् सत्यमेव. तत्र कारणम् इति यदा वयं पश्यामः चेत् तत्र किम् अस्ति चेत् तत्र कारणं त्रैविध्यम् अस्ति. इत्युक्ते तत्र समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति त्रिविधमस्ति कारणम्. अग्रे वयं तत् विषये पठिष्यामः. तत्र यद्वाक्यम् अत्र अस्ति, कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति, कपालः घटस्य कारणम् इति, तदस्ति समवायिकारणस्य लक्षणम्. इत्युक्ते यत् समवायिकारणमस्ति तत् कारणमपि भवति, कार्याधिकरणमपि भवति. तत्र स्वस्मिन् तादात्म्येन स्थित्वा तत् समवायेन कार्यम् उत्पादयति इति. तत्र चिन्तयतु, तत्र समवायकारणेन तत्र समवायसम्बन्धेन कपालः घटस्य कारणम् इति वदामः चेत् तत्र दोषः भवति खलु. अवयव अवयवीनोः समवायसम्बन्धः अस्ति खलु. परन्तु तत्र यदा अधिकरणं भवति, अत्र कारणमपि भवति इति तत्र तत्र अस्ति इति कारणात् तत्र कार्याधिकरणम् अपि च कार्याधिकरणे कारणम् अपि च कार्यस्य द्वयोः समानाधिकरण्यम् आवश्यकम् खलु. कार्याधिकरणम् इत्युक्ते यत्र कार्यं भवति तदेव कार्याधिकरणं. कारणमपि तत्रैव भवितव्यं. तत्र समानाधिकरणं भवेत् इति स्थितिः अस्ति. इत्युक्ते वयं तत्र चिन्तयतु, कार्यम् एकत्र अस्ति, कार्यम् एकत्र भविष्यति, कारणम् अन्यत्र अस्ति चेत् तत्र कार्यं भवितुं न अर्हति खलु. तत्र तत्र कार्यं न सिद्धयति. स्पष्टं वा? तत्र कार्यम् एकस्मिन् कारणम् एकस्मिन् स्थले, कार्यम् अन्यस्मिन् स्थले इति स्थितिः चेत् तत्र कार्यं सिद्धयति वा? न. तर्हि समवायेन स्वस्मिन् इति कृते तत्र समवायेन कार्याधिकरणे घटम् उत्पादयति. तत्र कार्याधिकरणमपि तत्र कपालः एव अस्ति इति समवायेन कार्याधिकरणे इत्युक्ते स्वस्मिन् घटम् उत्तमं तथैव तत्र विषयः. तत्र यद् द्वितीयसमवायेन स्वस्मिन् इति अस्ति तद् कार्याधिकरणं सूचयति. प्रथमम् अस्ति कारणं, तत्र स्वस्मिन् इति यदस्ति तत् कार्याधिकरणं. तर्हि तत्र कारणं कार्यं द्वयोः समानाधिकरण्यं भवेत् इति स्थितिः अस्ति. तर्हि वयम् इदानीं तत्र वाक्यं पश्यामः चेत् तत्र तेन वाक्येन समाना कार्यकारणयोः समानाधिकरणं साधितवन्तः. इत्युक्ते तत्र कारणं पृथक् अस्ति, कार्यं पृथक् अस्ति, केन सम्बन्धेन कारणकार्यं द्वयम् अपि कार्याधिकरणे भवेत् इति तत्र विषयः अस्ति. तत्र कार्यम् एकत्र अस्ति, कारणम् अन्यत्र अस्ति चेत् कार्यं न जायते खलु. तत् तत् महत्त्वपूर्णबिन्दुः अस्ति अस्माकं कृते, तत् वयं सम्यक् अवगन्तव्यमस्ति. इत्युक्ते तत्र कारणकार्ययोः सामान्यतीकरणम् इति बहु महत्त्वपूर्णविषयः अस्ति. एकवारं तत्र कार्यकारणम् इति द्वयोः समानाधिकरण्यं भवेत् इति यत् विषयः अस्ति तत् अस्माकम् अवगन्तव्यम्, अस्माभिः अवगन्तव्यं सम्यक्. इत्युक्ते चिन्तयतु, तत्र कारणं कारणमिति कपालः एकस्मिन् स्थले अस्ति चेत् कार्यम् अन्यत्र अस्ति चेत् कार्यं सिद्धयति वा? सिद्धयति नास्ति खलु. तर्हि तत्र कारणकारणयोः समानाधिकरण्यम् आवश्यकं खलु? आम् आवश्यकम्. एवं कथं सिद्ध्यति? घटः कपाले अस्ति, अधिकरणं कपाले, पुनः कपालः कपाले अस्ति तादात्म्यसम्बन्धेन, तस्मात् समान अधिकरणं प्राप्यते किल? सत्यं. तर्हि तत्र इतोपि एकविषयं वदतु, घटः कपाले केन सम्बन्धेन? घटः कपाले सम्यो समवायस समवायसम्बन्धेन समवायसम्बन्धः तावदेव. तर्हि तत्र घटः कपाले समवायसम्बन्धेन, कपालः कपाले तादात्म्यसम्बन्धेन, तर्हि कपालः इति कार्याधिकरणमस्ति, तत्र समानाधिकरणे वयं साधितवन्तः. प्रश्नः अस्ति वा इदानीम्? इतोपि किञ्चित् अग्रे गन्तव्यमस्ति, परन्तु एतत् पर्यन्तं स्पष्टः नास्ति चेत् पुनः भ्रमः आगच्छति. तर्हि प्रश्नः अस्ति चेत् पृच्छतु. वदतु महोदय. तर्हि एकः प्रश्नः अस्ति, तत्र कार्यकारणयोः समानाधिकरण्यम् इति उक्तवन्तः, तर्हि तत्र कार्यकारण कार्याधिकरणकरणानां समानाधिकरण्यम् अपि भवति वा? तथा नास्ति. किमर्थं चेत् कार्याधिकरणम् एव तत्र समानाधिकरणम् अस्ति खलु. यत् कार्याधिकरणम् अस्ति तदेव तत्र एव समानाधिकरणं साधयामः. तत्र सः एव तत्र अधिकरणमस्ति. अधिकरणमस्ति तस्मिन् अधिकरणे कार्यमपि भवेत् कारणमपि भवेत् इति एव विषयः. तर्हि एकः अन्यः प्रश्नः, सर्वदा कारणकार्याधिकरणयोः समान तत्र तादात्म्यत्वं भवति वा? तदर्थमेव समवायिकारणम् इति उक्तवती. यत्र समवायिकारणम् अस्ति तत्र तादात्म्यसम्बन्धेन कारणं कार्याधिकरणे अस्ति. तत्र अन्यकारणानि अपि सन्ति, तत्र समवायिकारणं निमित्तकारणम् इति, तत्र तादृशसम्बन्धः नास्ति. रज्जुः दण्डः ते तु निमित्तकारणमस्ति. तर्हि तत्र समवायिकारणमस्ति, असमवायिकारणमस्ति, अन्यत् सर्वं भवति निमित्तकारणम् इति. अस्तु, एतत्पर्यन्तं स्पष्टं वा? इतःपर्यन्तं स्पष्टमिति मन्ये. तर्हि अग्रे गच्छामः. तर्हि तत्र इदानीं कपालः इति कार्याधिकरणम् इति स्वीकृतवन्तः खलु. किमर्थं कपालः इति कार्याधिकरणम् इति स्वीकृतवन्तः? किमर्थं चक्रं न, अथवा चक्रं तु भूतले अस्ति खलु, तत्र भूतलं न, किमर्थं केवलं कपालः एव कार्याधिकरणम् इति स्वीकृतवन्तः? कपालं विना घटं भवितुं न अर्हति अतः. सत्यं, परन्तु चक्रं विनापि घटनिर्माणं न भवति खलु. भवती यत् उक्तवती तत् सत्यमेव, परन्तु किञ्चित् इतोपि वक्तव्यमस्ति. भवत्याः मार्गः सम्यक् इति चिन्तयामि. किमर्थं कपालं विना घटः न भविष्यति? यदि कपालः न अभविष्यत् तर्हि घटः अपि न भविष्यत् खलु. किमर्थम् इत्युक्ते तत्र कपालः अवयवः अस्ति, अवयवं विना अवयवी न भवितुम् अर्हति. अवयवं विना अवयवी भवितुं नार्हति. सत्यं, तर्हि तत्र सम्बन्धः कः? समवायसम्बन्धः. सत्यं, यदा घटः यदा चक्रं कार्यादिकरणम् इति स्वीकुर्मः चेत् तत्र घटः केन सम्बन्धेन भविष्यति? संयोगसम्बन्धेन. किमर्थं वियोगः भवति? सत्यं, वियोगः भवति. तत् अनन्तरं वियोगः भवति. वियोगः भवति चेदपि तत्र चक्रमपि अस्ति, घटः अपि अस्ति इति कारणात् तत्र संयोगसम्बन्धः भवति. कपालघटयोः कीदृशसम्बन्धः अस्ति? समवायसम्बन्धः अस्ति. तर्हि तत्र यत्र संयोगसम्बन्धः अस्ति तर्हि तत्र संयोगसम्बन्धेन केवलं तिष्ठति, तत्र न जायते, इत्युक्ते उत्पादनं न भवति. तत्र समवायसम्बन्धेन एव तत्र कार्यं जायते, संयोगसम्बन्धेन तिष्ठति एव. तर्हि तत्र कार्याधिकरणम् इति कपालः एव. किमर्थं चेत् कपाले एव समवायसम्बन्धेन घटः जायते. अवगतं वा? तत्र अवयव अवयविनोः समवायसम्बन्धः अस्ति खलु. तत्र यत्र समवायसम्बन्धः अस्ति तत्र एव समवायसम्बन्धेन कार्यं जायते. तदर्थमेव तत्र वाक्यं पश्यामः चेत् पुनः कपालः स्वस्मिन् तादात्म्यसम्बन्धे तादात्म्येन स्थित्वा इत्युक्ते तत्र तदस्ति कारणविषये. तत्र कपालः इति कारणं तत् स्वस्मिन् कपाले कार्याधिकरणे तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति, इत्युक्ते कार्यम् उत्पादयति इति भवति कपालः घटस्य कारणम्. इदानीं तत् वाक्यं स्पष्टं वा? सुनील् महोदय, भवान् एकवारं वदति वा भवतः स्वयवाक्येन तद् वाक्यस्य अर्थः कः, भवान् यत् अवगतवान् इति? कपालः तादात्म्यसम्बन्धेन भवति. तस्य तादृशसम्बन्धेन, अनन्तरं समवायसम्बन्धेन घटस्य उत्पादनस्य कारणं इति भवति. अस्तु, तर्हि कपालः स्वस्मिन् केन सम्बन्धेन अस्ति? तत्र कार्याधिकरणं किं, कारणं किं, कार्यं किं, तत्र सम्बन्धः कः? कपालः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति. स्वस्मिन् इत्युक्ते कपाले तादात्म्यसम्बन्धेन तिष्ठति. अस्तु, अनन्तरं कपालः समवायसम्बन्धेन घटे तिष्ठति. कपालः समवायसम्बन्धेन घटे तिष्ठति वा? घटः समवायसम्बन्धेन कपाले तिष्ठति. अस्तु, न इदानीं कार्याधिकरणं किं तर्हि? उत्पादनीयम् इति कार्याधिकरणमस्ति. न, घटन उत्पादनम् इति कार्यमस्ति खलु, घटनिर्माणम् इति कार्यमस्ति, कार्याधिकरणं किम्? कार्यं कुत्र भवति? कपालः एव, कपालः एव कार्याधिकरणमस्ति खलु. तर्हि इदानीं वदतु, इदानीं कार्याधिकरणम् इति कपालः, कारणं घटोत्पादनं, कार्यं घटोत्पादनं, कार्यं घटोत्पादनं, घटोत्पादनं, कपालः कपाले तादात्म्यरूप तादात्म्यसम्बन्धेन भवति. घटः कपाले समवायसम्बन्धेन भवति. तर्हि तत्र कार्यकारणयोः समानाधिकरणं कथं साधितवन्तः? कपालः घटे स्थापयित्वा समवायसम्बन्धेन. सुमलता भगिनी किञ्चित् साहाय्यं करोति वा? प्रश्नः कः भगिनि? तत्र कार्यकारणयोः समानाधिकरण्यं कथं स्थापितवन्तः इति महोदयेन उक्तं. तत्र कपालः कपाले तादात्म्यसम्बन्धेन अस्ति, अपि च घटः कपाले समवायसम्बन्धेन अस्ति इति. समानाधिकरणमपि समवायसम्बन्धेन. न, तत्र समानाधिकरणीयं किम्? अधिकरणं किं तत्र? अधिकरणं कपालः अस्ति. तर्हि तत्र कपालः इत्येव तत्र कार्य भगिनी वदतु भगिनि न न वदतु भगिनि मम अवगमनम् एतदस्ति कपालः तादात्म्यसम्बन्धेन स्वस्मिन् तादात्म्यसम्बन्धेन समवाय सम्बन्धेन समवायेन स्वस्मिन् घटम् उत्पादयति इत्युक्ते कपालः एव कारणमस्ति कपालः अपि पुनः अधिक अधिकरणमस्ति तत्र एव कार्यं भवति उत्तमम् उत्तमं तथैव तत्र कपालः स्वयं कारणमस्ति कपालः स्वयं कार्याधिकरणमपि अस्ति अत्र एव कार्यं भवति तर्हि तत्र कपालः स्वयं तादात्म्येन स्थित्वा घटमिति कार्यं समवायेन उत्पादयति इति कपालः घटस्य कारणम् अवगतं वा अस्तु तर्हि बालसुब्रह्मण्यं महोदय भवान् तत् परिच्छेदः परिच्छेदं पुनः पठति वा तत्र अतः इति अस्ति तत् समानमेव कपालः कपाले अस्ति तादात्म्यसम्बन्धप्रकारं घटः कपाले अस्ति सम्बन्धः समवायसम्बन्धः सो समानं कर्तुं पुस्तकेन उक्तं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घट उत्पादनं करोति इति उत्तमं महोदय तावदेव भवान् अवगतवान् इति भाति तद् परिचयः अपि पठति वा भगिनी महोदय कारणम् इति न्यायशास्त्ररीत्याः कारणं लौकिकविषयरीत्याः कारणेन भिन्नः अस्ति तयोः मध्ये किल अत्र कारणम् इति पारिभाषिकशब्दः महोदय तत्र कारणम् इति तस्य निकषः लौकिकविषयः साधु सम्यक् अस्तु तर्हि तत्र अतः कपालस्य इति परिच्छेदः अस्ति खलु तत् पठति वा अहं पठामि हा सर्वोऽपि पदार्थः एवं वा न न न न महोदय अतः कपालस्य अतः कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः घटस्य कारणम् सो द्वितीयविध कार्यम् अत्र अस्ति कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यं प्रथमविषयं द्वितीयः कपालः तादात्म्येन स्थित्वा द्वितीयविषयं समवायसम्बन्धेन कपालः घटः तयोः मध्ये समवायसम्बन्धः तस्मात् स्वस्मिन् तादात्म्ये सम्बन्धेन स्थित्वा समवायसम्बन्धप्रकारं उत्पादनं भविष्यति भवति इति तत्र कपालः घटस्य कारणं भवति अग्रे अतः सर्वस्य अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम् इति एतावत्पर्यन्तम् अवगतं वा सर्वैः? तत्र इदानीं तादात्म्ये वदतु भगिनि. भगिनि कार्यमपि पारिभाषिकशब्दं खलु? हा, कार्यमित्युक्ते फलम्. अस्तु, तर्हि एतावत्पर्यन्तम् अवगतं वा सर्वैः? तत्र तादात्म्यम् इत्युक्ते तादात्म्यसम्बन्धः इत्युक्ते कः इति सम्यक्तया ज्ञातवन्तः खलु? अस्तु, तर्हि इदानीम् अग्रिमविषयः अस्ति वेदः इति. इदानीं पुस्तकमस्ति, पुस्तकं पुस्तके अस्ति. पुस्तकं पुस्तके केन सम्बन्धेन अस्ति? तादात्म्यसम्बन्धेन अस्ति. पुस्तकस्य भेदः कुत्र अस्ति, कुत्र कुत्र भवति? नास्ति. पुस्तकस्य भेदः कुत्र कुत्र भवति? सर्वत्र भवति. पुस्तकं विहाय, पुस्तकं विहाय सर्वत्र भवति. उत्तमं, पुस्तकं विहाय सर्वत्र भवति. इति तर्हि तत्र तादात्म्यसम्बन्धावच्छिन्न प्रतियोगितातः अभावः इति अस्ति. अस्तु, इदानीं लेखनी अस्ति चेत् स्वीकरोतु, किञ्चित् चित्रं चित्रनिर्माणं कुर्मः. अस्तु, तर्हि तत्र तत्र वाक्यमस्ति तादात्म्यसम्बन्धावच्छिन्न प्रतियोगितातः अभावः इति. तादृश अभावः पुस्तकम् इति अस्ति चेत् पुस्तकं विहाय, इत्युक्ते पुस्तकम् इति प्रतियोगी, तर्हि तत् प्रतियोगिनं विहाय सर्वत्र अस्ति खलु? तर्हि तत्र वामभागे पुस्तक अन्योन्यभावः इति लिखतु, अपि च दक्षिणभागे पुस्तकम् इति लिखतु. अन्योन्यभावः अथवा अन्योन्य अभावः? अन्योन्याभावः, क्षम्यताम्, अन्योन्यभावः इत्युक्ते अन्योन्याभावः, अन्योन्याभावः अथवा पटाभावः खलु? क्षम्यतां, पुस्तकाभावः. अपि च पुस्तकम् इति दक्षिणभागे. इदानीं वदतु, पुस्तके के के सन्ति? पुस्तके पुस्तकत्वं सन्ति. अस्तु, पुस्तकत्वम् अस्ति, अपि च तादात्म्यभावः अस्ति, तादात्म्यसम्बन्धः अस्ति. उत्तमम्, तादात्म्यसम्बन्धः अस्ति. अनन्तरं तत्र अन्योन्य अभावः इति उक्तवती खलु, तत्र अन्योन्य अभावे कः अस्ति अथवा किम् अस्ति? पुस्तकं नास्ति. आम्, अन्योन्यभावः अस्ति, पुस्तकाभावः, तत्र आवरणे पुस्तकाभावः इत्यपि लिखतु. तत्र अभावः इत्युक्ते तत्र अभावः इत्युक्ते अनुयोगी अस्ति खलु, तत्र अन्योन्यभावे किमस्ति तर्हि? अनुयोगी अस्ति, अनियोगिता अस्ति. उत्तमम्. आम्, पुस्तके अन्योन्य अभावे अनियोगिता अस्ति, पुस्तके किम् अस्ति तर्हि? प्रतियोगिता इत्युक्ते तत्र प्रतियोगिता इत्युक्ते कः? पुस्तकस्य अभावः. उत्तमं, प्रतियोगिता इत्युक्ते कः? अभावः, विरोधः, अभावस्य विरोधः. उत्तमम्, अभावः अस्ति, अनियोगी अभावे अनियोगिता, प्रतियोगिता अस्ति अभावस्य विरोधः. तर्हि इदानीं पश्यतु, अत्र पुस्तके यत् तादात्म्यसम्बन्धः अस्ति तत् तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताकः अन्योन्य अभावः. अवगतं वा? तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताकः अन्योन्य अभावः इत्युक्ते चिन्तयतु, वयं तत्र जलं वृष्टिजलं स्वातिनक्षत्रीयवृष्टिजलम् इति पठितवन्तः खलु. तत्र जलत्वम् इति अथवा वृष्टिजलत्वम् इति यत् अस्ति तदासीत् अवच्छेदकधर्मः. तदवच्छेदकधर्मेण अवच्छिन्ना भवति तत् प्रतियोगिता. इत्युक्ते कीदृशप्रतियोगिता इत्युक्ते स्वातिनक्षत्रीयवृष्टिजल अवच्छिन्न प्रतियोगिता इति वयम् उक्तवन्तः. इदानीम् अवच्छेदकसम्बन्धः अस्ति, तर्हि तत्र अन्योन्य अभावः इति तत्र प्रतियोगिता कीदृशः इति अन्योन्य अभावस्थले आगच्छति चेत् तत्र तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता इति. तत्र अन्यप्रतियोगिता अपि भवितुम् अर्हति खलु, तत्र कथम् अवच्छिन्नं भवति तत्र. तत्र यथा वयं क्षीरस्य उदाहरणं पूर्वं दृष्टवन्तः, तत्र पात्रमिति अवच्छिन्ना अभवत् खलु तत्र क्षीरस्य. तथा इदानीं प्रतियोगितायाः प्रतियोगिता कीदृशः, कीदृशी प्रतियोगिता इति प्रश्नः अस्ति चेत् तत्र तादात्म्यसम्बन्धेन अवच्छिन्ना प्रतियोगिता इति. क्षम्यतां महोदय, अन्योन्य अभावः तस्य विवरणं तादात्म्यसम्बन्धेन अवच्छिन्न प्रतियोगिता इति किल? उत्तमं, सत्यं. तर्हि इदानीं चिन्तयतु, तत्र अत्यन्त अभावः अस्ति इति, घटे भूतले घटः नास्ति इति अत्यन्त अभावस्तरे तत्र कीदृशसम्बन्धः अस्ति? भूतले घटः अस्ति चेत् तत्र कीदृशसम्बन्धेन भूतले घटः अस्ति? संयोगसम्बन्धेन, संयोगसम्बन्धेन. तर्हि भूतले घटः नास्ति चेत् अपि संयोगसम्बन्धेन एव नास्ति. तर्हि तत्र प्रतियोगिता कीदृशी इति प्रश्नः अस्ति चेत् संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता खलु. तर्हि तत्र अवच्छिन्न अवच्छेदकसम्बन्धः तत्र संयोगसम्बन्धः अस्ति. इत्युक्ते घट भूतलयोः सम्बन्धः अस्ति संयोगसम्बन्धः. इदानीं पुस्तकं पुस्तके अस्ति कीदृश केन सम्बन्धेन? तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धेन. तर्हि प्रतियोगिता तत्र अन्योन्यभावस्य प्रतियोगिता अस्ति चेत् कीदृशी प्रतियोगिता भवति? तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता. उत्तमं, तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता. तादृशी प्रतियोगिता निरूपिता भवति अन्योन्य अभावः. अवगतं वा? तत्र तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता कः अभावः कुत्र अस्ति? रामप्रिया भगिनी वदति वा? एकवारं प्रश्नः पुनः भगिनी. तर्हि इदानीं वयम् उक्तवन्तः अन्योन्यभावः इत्युक्ते तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताकः अभावः इति खलु. तर्हि तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकः अभावः कुत्र भवति, कुत्र अस्ति इति प्रश्नः. कुत्र अस्ति? अन्योन्यभावे अस्ति वा? तद् अभावः एव अन्योन्यभावः. अन्योन्य अभावः अस्ति, आमां. तद् अभावः कुत्र अस्ति? सर्वत्र सर्वत्र अस्ति. क्षम्यताम्. इत्युक्ते चिन्तयतु, तत्र तत्र जाटिल्यमेव दृश्यते परन्तु तावत् जाटिल्यं नास्ति अत्र. तत्र पूर्वं वयम् अन्योन्य अभावः इत्युक्ते किम् इति साधितवन्तः. अन्योन्यभावः इत्युक्ते भेदः एव खलु. तर्हि तत्र भेदः तु प्रतियोगिनं विहाय सर्वत्र अस्ति इति वयं तदपि साधितवन्तः. इदानीं किञ्चित् न्यायशास्त्ररीत्या तदेव विषयः अस्ति. न्यायशास्त्ररीत्या वदामः तत्र तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताकः अभावः इत्युक्ते तदस्ति अन्योन्यभावस्य लक्षणवाक्यं तावदेव. अस्तु, तर्हि इदानीं चिन्तयतु तादात्म्यसम्बन्धं विहाय अन्यत्र यत्किमपि सम्बन्धः भवतु तेन अभावः अस्ति चेत्, तेन सम्बन्धेन अवच्छिन्न अभावः अस्ति चेत् तद्भवति अत्यन्त अभावः इति. इत्युक्ते चिन्तयामः तत्र घटभूतलविषये वयं चिन्तितवन्तः खलु. घटं घटः भूतले अस्ति संयोगसम्बन्धेन. तर्हि तत्र घटः नास्ति इति यत् घटाभावः अस्ति तद् अस्ति अत्यन्त अभावः. तस्य अवच्छिन् अवच्छेदकसम्बन्धः कः? घटः भूतले केन सम्बन्धेन अस्ति? संयोगसम्बन्धेन. संयोगसम्बन्धेन अस्ति. तर्हि तत्र घटे यत् प्रतियोगिता अस्ति तस्य अवच्छेदकसम्बन्धः कः? न, अवच्छेदकसम्बन्धः कः? संयोगसम्बन्धः एव खलु. घटः यत् वयं चित्रं रचितवन्तः तत्र अन्योन्य अभावविश्वसङ्गे तथैव तादृश चित्रं तत्रापि निर्मितुं शक्नुमः खलु. तत्र घटः इति अस्ति, भूतलम् इति भूतलमस्ति, भूतल तत्र भूतले घटाभावः अस्ति, तत् अनियोगी अस्ति, तत्र अनियोगिता अस्ति, अपि च घटे प्रतियोगिता अस्ति, अनन्तरं संयोगसम्बन्धः अपि अस्ति खलु. घटः भूतले संयोगसम्बन्धेन अस्ति इति चेत् घटे संयोगसम्बन्धः अस्ति खलु. तर्हि संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता घटे बुद्धं वा? अनियोगिता भूतलं वा? अनियोगिता अस्ति भूतले, सत्यम्. अनियोगी अस्ति भूतलम्. अत्रैव घटाभावः अस्ति. अस्तु, इदानीं चिन्तयतु तदस्ति संयोगसम्बन्धः खलु. तत्र इदानीं वायौ रूपं नास्ति. तर्हि तत्र वायौ रूपं केन सम्ब यदि वायौ रूपम् अभविष्यत् केन सम्बन्धेन अभविष्यत्? संयोगसम्बन्धेन. अस्तु, वायु इति किमस्ति? एक द्रव्यं. द्रव्यमस्ति. गुणम् अस्ति. रूपं? गुणम् अस्ति. गुणगुणिनोः सम्बन्धः कः? समवायसम्बन्धः. समवायसम्बन्धः. तर्हि वायौ रूपम् अभविष्यत् चेत् केन सम्बन्धेन अभविष्यत्? समवायसम्बन्धेन. समवायसम्बन्धेन अभविष्यत्. तर्हि इदानीं वायौ रूपं नास्ति, तर्हि केन सम्बन्धेन नास्ति? समवायसम्बन्धेन नास्ति. तर्हि तत्र अवच्छेदकसम्बन्धः कः? वदतु भगिनि पुनः. समवायसम्बन्ध अवचिन्न प्रतियोगिता प्रतियोगिताकः कीदृश अभावः? अत्यन्त अभावः. तावदेव भगिनि, बहु सम्यक्. इत्युक्ते यत्र अस्ति तादृशसम्बन्धः तत्र अभावः नास्ति. यत्र तादृश अभाव यत्र तादृशसम्बन्धः नास्ति अत्र अभावः अस्ति. तथैव विषयः अस्ति अत्र. इत्युक्ते यत्र उदाहरणं पश्यतु, यत्र संयोगसम्बन्धेन घटः अस्ति तत्र अत्यन्त अभावः नास्ति. यत्र संयोगसम्बन्धेन घटः नास्ति तत्र अत्यन्त अभावः अस्ति. यत्र संयोगसम्बन्धेन घटः अस्ति इत्युक्ते घटः भूतले अस्ति इति चेत् केन सम्बन्धेन अस्ति? संयोगसम्बन्धेन. तर्हि यत्र तादृशसंयोगसम्बन्धेन घटः अस्ति तत्र अत्यन्त अभावः नास्ति खलु. यत्र समवायसम्बन्धेन रूपमस्ति तत्र अत्यन्त अभावः नास्ति. यत्र समवायसम्बन्धेन रूपं नास्ति तत्र अत्यन्त अभावः अस्ति. अत्यन्त अभावः. अवगतं वा इदानीं? प्रश्नः अस्ति वा? प्रश्नः अस्ति चेत् पृच्छतु. अत्यन्त अभावः कुत्र अस्ति? अत्यन्त अभावः चित्रं नास्ति. चित्रे नास्ति अत्यन्त अभावः इति पूर्वं वयं दृष्टवन्तः खलु. यत्र भूतलमस्ति, भूतले घटः नास्ति चेत् तत्र अत्यन्त अभावः. यत्र घटं घटस्य आनयनेन तत् तदभावस्य नष्टः भवति खलु. तत्र अस्ति अत्यन्त अभावः इति तद्वयं पूर्वं दृष्टवन्तः. इत्युक्ते यत्र समवायसम्बन्धेन रूपम् अस्ति तत्र अत्यन्त अभावः अस्ति किल. समवायसम्बन्धेन रूपम् अस्ति चेत् तत्र अत्यन्त अभावः. वदतु भगिनि प्लीस्. न, तत्र सम्बन्धेन किमपि अस्ति चेत् अभावः तत्र भवितुम् अर्हति वा इति मम प्रश्नः. अभावः भवितुं नार्हति. यत्र समवायसम्बन्धेन रूपम् अस्ति तत्र अत्यन्त अभावः नास्ति किल. भवती अस्ति वा? समवायसम्बन्धेन रूपम् अस्ति तत्र अत्यन्ताभावः नास्ति किल आम् क्षम्यतां तत्र काल् ड्राप् अभवत् राज्ञी भगिनी वाक्यं वदतु इदानीं पुनः एकवारं यत्र समवायसम्बन्धेन रूपम् अस्ति तत्र अत्यन्ताभावः नास्ति किल नास्ति तावदेव उत्तमं यत्र समवायसम्बन्धेन रूपम् अस्ति तत्र रूपस्य अत्यन्ताभावः नास्ति अस्तु तर्हि इदानीं भगिनी भवती एव तत्र अस्ति खलु तत् परिच्छेदः पठतु अभावः अधिकरणानि आरभ्य वा न न सर्वोपि पदार्थाः सर्वोपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति अयमेव च भेदः प्रतियोगिनं विहाय सः सर्वत्र भवति एवं पटः न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति अयमेव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थः निर्दिष्टः तल्लक्षणं च सङ्ग्रहपङ्क्तिव्याख्याने निरूपयिष्यते एव तत्र विषयः तत्र अन्योन्य अभावः इत्युक्ते भेदः एतदेव अस्ति चतुर्थविध अभावः इति तत् इदानीम् एतत् अवगतं वा तद् भगिनि एकः प्रश्नः अथवा अन्योन्याभावः सर्वदा तादात्म्यसम्बन्धेन एव भवति किल तादात्म्यसम्बन्धविषये एव भवति विरोधि हा सत्यम् अन्योन्य अभावः तादात्म्य इति तत्र विरोधभावः वर्तते खलु तत्र यत्र अन्योन्य अभावः अस्ति तत्र तादात्म्यसम्बन्धः नास्ति अपि च यत्र घटस्य अभावः तादात्म्यसम्बन्धेन एव वदति कुत्र भवति न कुत्र भवति घट अभावः तादात्म्यसम्ब घटाभावः पुनः वदतु महोदय तद्वाक्यं यदा वयम् अन्योन्याभावस्य विषये वदामः तत्र तादात्म्यसम्बन्धेन तादात्म्यसम्बन्धविषये एव वदामः किल तादात्म्यसम्बन्धविषये एव इत्युक्ते तत्र तादात्म्यसम्बन्धः यत्र नास्ति तत्र अन्योन्यभावः अस्ति आमाम् तेन सम्बन्धेन घटो नास्ति अभावः घटं विहाय जगति सर्वत्र भवति इति तदेव अस्ति अन्योन्यभावः इत्युक्ते तादात्म्यसम्बन्धेन घटः पुस्तके नास्ति तर्हि तत्र पुस्तके घटस्य अन्योन्यभावः अस्ति केवलं घटः नास्ति इति वयम् अभावः इति पूर्वस्मिन् तदन्त्यं दृष्टवन्तः हा तदपि तदस्य अन्यविध अभावः खलु तत्र भूतले घटः नास्ति अन्यविध अभावः अन्योन्याभावः तादात्म्यसम्बन्धेन घटः नास्ति इति वयं वदामः सत्यं तर्हि तत्र भूतले घटः नास्ति इति वदामः चेत् तत्र घटस्य आनयनेन तद् अभावः नष्टः भवति खलु तद् अस्ति अत्यन्त अभावः इति तर्हि तत्र संयोगसम्बन्धेन अभावः संयोगसम्बन्धेन तत्र अभावः घटः नास्ति इति अभावः अत्र तु तादात्म्यसम्बन्धेन घटः पटे नास्ति अथवा पुस्तके नास्ति इत्युक्ते तत्र पश्यतु तत्र घटः इति प्रतियोगिता तत् प्रतियोगिनं विहाय तत्र द्वितीया विभक्ति खलु प्रतियोगिन् इति प्रातिपदिकं प्रतियोगिनं विहाय अन्योन्य अभावः सर्वत्र भवति जगति सर्वत्र भवति तादृश अन्योन्य अभावः एव अस्ति भेदः इति इदानीं स्पष्टं वा अस्तु तर्हि आगामि मङ्गलवासरे मेलिष्यामः तस्मिन् समये प्रश्नः अस्ति चेत् पृच्छतां परन्तु इदानीम् इतोपि एकं गृहपाठम् अस्ति यत् एतत् परिच्छेदद्वयं सम्यक्तया इत्युक्ते प्रति शब्दं पठित्वा प्रत्येकं शब्दस्य अवगमनं भवेत् तर्हि यत् वयं उदाहरणं दृष्टवन्तः खलु त्रिविध उदाहरणं तत्र अन्योन्य अभावस्य विषये यत् चित्रं वयं कक्षायां रचितवन्तः अपि च घटस्य अत्यन्त अभावः वायौ रूपस्य अत्यन्त अभावः इत्यपि दृष्टवन्तः तस्य अपि किञ्चित् चित्रं रचयतु रचयति चेत् तत्र किञ्चित् इतोपि सम्यक् अवगमनं भविष्यति प्रश्नः अस्ति चेदपि तत्र भ्रमः अस्ति चेत् भवतः सम्यक्तया जानाति अत्र यत् तत्र भ्रमः अस्ति इति गुणाधिकारः गुणाधिकारः तु चित्रं करिष्यामि गुणाधिकरणम् इत्युक्ते न तत्र आम् चित्रं वयं कक्षायां कृतवन्तः तादृशचित्रं मुद्रणं शृणोतु भगिनी तत्र मुद्रणं शृणोति चेत् तत्र चित्रं किम् इति अवगच्छति अस्तु अस्तु तर्हि शुभरात्रिः धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः